नमस्सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतं. प्रथमं तत्पुरुषसमाससूत्राणि शमला भगिनी पठतु. अस्तु महोदय. तत्पुरुषसमाससूत्राणि. तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगत्यास्तत्प्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च द्वितीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमूनार्थकलहनिपुणमिश्रश्लक्ष्णैः कृतकरणे कृता बहुलं कर्तृकरणे कृता बहुलं कृत्यैरधिकारर्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थप्रच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्णे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समीतादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्स्नैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेष्येण बहुलम् पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेणादयः कृतादिभिः तेन नै विशिष्टोन्नान्नै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारतनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे कोटायुवतिस्तोककतिपयदृष्टिधेनुवशावेहदवश्यकैणिप्रवृत्तश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवाखलतिपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वपराधरोत्तरमेकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतूर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिष्काभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्यां त्वा च. धन्यवादः भगिनि. उमा भगिनि, तत्पुरुषात् समासान्तसूत्राणि पठामि. तत्पुरुषस्याङ्गुलेः सङ्ख्या अव्ययादेः अह सर्वैकदेशसङ्ख्यात पुण्याच्च रात्रेः अहो न एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च सखिभ्यश्च घोरतद्धितयुपि अग्राख्याया पुरसः अनोश्यामाय सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां स तक्ष्णः अतेहेशुनः उपमानादप्राणिषु उत्तरमृग पूर्वाच्च सक्ष्णः नावोद्भिगोः अर्धाच्च कार्याः प्राचां द्वित्रिभ्याम् अञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहध्याम् अन्यतरस्याम्। धन्यवादः भगिनि। तत्र सप्तमी तत्पुरुषसमास अन्तर्गतसंज्ञायाम् इति सूत्रस्य विवरणं पठित्वा अग्रिमसूत्रं प्रति गच्छामः। तदनन्तरं पुनरावर्तनम् अव्ययीभावसमासात् आरभ्य तदपि कुर्मः। तत्र संज्ञायां विषये अरुणा भगिनी पठति वा? आं महोदय। संज्ञायां संज्ञायां विषये सप्तम्यन्तं पदं सुपसः समस्यते, तत्पुरुषसमासो भवति। संज्ञा नाम समुदायस्य उपाधिः, नामकरणं भवति। संज्ञायाम् इति सप्तम्यन्तम् एकपदम् इदं सूत्रम्। यद्यपि विभाषा इत्यस्य अधिकारः, तथापि अयं समासः नित्यः, अतः हि विग्रहवाक्येन संज्ञायाः बोधः न जायते। समासान्तरमेव संज्ञायाः प्रतीतिः उत्पद्यते। संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुध्यते इत्यतः समासाभावपक्षः न भवति। सप्तमी शौण्डैः इत्यस्मात् सूत्रात् सप्तमी इति पदस्य निवृत्तिः, सुपमन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुप इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं संज्ञायां सप्तमी सुप सुप सुप् सुपासः तत्पुरुषसमासः। पठामि अनुवृत्तिसहितसूत्रम् एकवारं किं वदति इति उक्त्वा अग्रिम उदाहरणं प्रति गच्छामः। संज्ञायां विषये सप्तमी सुप् सुपसः सुबन्तसः तत्पुरुषः समासः भवति। संज्ञायां सप्तमी सुपसः तत्पुरुषसमासः, संज्ञायां विषये सप्तमी सुप् सुपसः इति तत्पुरुषसमासः भवति। सम्यक्। संज्ञायां सप्तमी सुप् इति प्रथमं भागं, तत् संज्ञायां विषये यत् सुबन्धं सप्तम्यन्तम् अस्ति तत् अन्यसुबन्धेन सह समस्यते, तत्पुरुषसमाससूत्रान्तर्गतं समासः भवति, विभाषा अत्र न कार्यं करोति। यतोहि विभाषा इति अधिकारे अस्ति चेदपि संज्ञायां बोधं न भवति, यत्र विग्रहवाक्येन बोधं न जायते इति कृत्वा समासरूपमेव एकमेव रूपं, तत् कारणतः तत् सूत्रं नित्यसूत्रम् इति उच्यते। आं महोदय। तदेव तत्र उदाहरणं अरण्यतिलकाः इति उदाहरणम् अरण्ये तिलकाः, वैल्ड् सेसेमि ग्रोयिङ्ग् इन् फारेस्ट्, अरण्ये तिलकाः इति संज्ञापदं। संज्ञार्थस्य विवक्षायां संज्ञायां सूत्रेण नित्यसमासः भवति। अलौकिकविग्रहवाक्यम् अरण्य योगः नि योगः तिलक योगः जश्, संज्ञानीयाम् इति सूत्रेण समासविधानं भवति। हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्य सप्तम्याः संज्ञायाम् अलुक् भवति। ततः अरण्ययुगहि इत्यत्र अरण्य इति अदन्तात् उत्तरस्य सप्तम्याः नि अलुक् भवति संज्ञायां। तिलक् युग् जस् इति उत्तरपदस्य जश् इति प्रत्ययस्य एव लोपः भवति। अरण्य युव इ तिलक गुणसन्धि कृत्वा अरण्ये तिलक इति प्रातिपदिकं निष्पन्नं तत् पश्चात् सुविधानं कृत्वा अरण्ये तिलकः इति पदं निष्पन्नं संज्ञायाम् इति सूत्रस्य उदाहरणमस्ति अरण्ये तिलकः अरण्ये तिलकः इति संज्ञापदम् विद्याभगिनी उक्तवती वैल्ड् सेसमि लैक् दट् पदमस्ति केवलं न तु सामान्य सेसमि परन्तु विशेष केवलं किन्तु किन्तु अत्र संज्ञायाम् अन्तर्भूत ये उदाहरणा सर्वे अकस्मात् इति अर्थं ददाति अकस्मात् प्राप्तम् इति अर्थमेव समस्तपदस्य विवक्षा अस्ति इति अरण्ये तिलकादिकी अकस्मात् यं किमपि प्राप्तं तस्य अवबोधनं जायते अरण्ये तिलक इति वने किं शुगा सर्वाणि उदाहरणानि तदेव हस्तं द्योतयति संज्ञायाम् इति सूत्रेण अत्र समासः भवति नित्यसमासः भवति अलौकिकविग्रहमस्ति अरण्ययोहनि योग तिलक योग संज्ञायाम् इति सूत्रेण समासविधानं भवति अन्यसूत्रमस्ति हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्त अदन्त उत्तरस्य सप्तम्याः संज्ञायां विभक्त्या लुक् भवति सामान्यतया लुक् भवति परन्तु संज्ञायां विषये पूर्वपदस्य विभक्ति न लुक् भवति अरण्ययोगः नि अत्र अरण्य इति अदन्ताङ्गम् प्रातिपदिकमस्ति ततः अत्र कन्नि इ अस्य लुक् न भवति परन्तु तिलकयोगस् अत्र उत्तरप्रदेशस्य प्रत्ययस्य लोपः भवति अरण्ययोगः तिलक गुणसन्धि कृत्वा कारैकारयोः अरण्ये इति पदं निष्पन्नं भवति तदनन्तरं सुप्रिदानर्थात् अन्यविभक्तिरूपाणि सिद्धं निष्पन्नं भवन्ति धन्यवादः भगिनि धन्यवादः गोमति भगिनी अग्रिम उदाहरणं वने किं शुकाः सोपानानि वदतु वने किं शुकाः एनिथिङ्ग् फौण्ड् अनेक्स्पेक्टेड्लि वनयोग नियोग किं शुकयोग जस् किं शुकः नाम प्लाशवृक्षः इति वने किं शुकः इति समस्तपदं वने इति सप्तमी विभक्तौ अस्ति वनयोग सप्तमी विभक्ति प्रत्ययी वनयोग नियोग किं शुक योग जस् इति अलौकिकविग्रहवाक्यम् अत्र तत्र तस्य कृतधिनसमासश्च इति सूत्रेण तस्य समाससंज्ञा प्राप्यते अनन्तरं सुपोधातुप्रातिपदिकयोः इति सूत्रेण तस्य प्रत्ययानां लोपः भवति वन किंशुक योग किंशुक इति परन्तु अत्र अनन्तरम् आगच्छति अत्र तु सप्तमी तत्पुरुषः भवति सूत्रं केन् यु गो लिटल् बिट् अप् प्लीस् महोदय अत्र अस्ति भगिनि हा संज्ञायां क्षम्यतां संज्ञायामिति सूत्रेण सप्तमी तत्पुरुषः भवति यदा सप्तमी विभक्तौ उक्तं पदं सुबन्धेन सह समस्यते. तत्र अन्यदेकं सूत्रम् अपि आगच्छति, हलन्दन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति. वनयोगनि इत्यस्य अलुक् भवति हलन्दन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण. तु वने एव, वने किंशुकः इति संस्कृतं भवति, परन्तु तत् पूर्वं वने वनयोगनियोग किंशुक इति धातुप्रातिपदिकयोः अनन्तरं हलन्दन्दा सप्तम्या संज्ञायाम् इति सूत्रेण मे तिष्ठति. सुप्धातुप्रातिपदिकयोः अनन्तरम् उपसर्जनं भवति. अत्र समासे संज्ञायाम् इति पदमस्ति, तत्तु तदेव अहं लुकिङ्ग् फर् संज्ञायां सप्तमी, संज्ञायां सप्तमी सुप् इति, संज्ञायां सप्तमी सुप् यत् सप्तमी विभक्तौ उक्तं पदं समस्तपदं संज्ञायाः विवक्षा ददाति तदा सप्तमी तत्पुरुषसमासः संज्ञायाम् इति सूत्रेण भवति. तत्र वने किंशुकः इति अस्ति, वने इति सप्तम्यां सारि सप्तमी विभक्त उक्तं पदं तत् प्रथमम् उपसर्जनसंज्ञा भूत्वा तस्य प्रथमं भवति वने इति. अनन्तरं किंशुकः और् किंशुकः किंशुकः काः जस् तस्य लोपः भवति, किंशुक एव तिष्ठति. वने किंशुक इति प्रातिपदिकं भवति. अनन्तरं अदन्त अङ्गमस्ति अतः तत्र प्रातिपदिकं प्रातिपदिकमस्ति, अतः तस्य ज्ञाप् प्रातिपदिकयोः इति सूत्रेण सुप् प्रत्ययस्य योजनं भवितुमर्हति. प्रथमपुरुष प्रथमविभक्तौ एक वचने सु इति आगच्छति. वने किंशुकयोगसु, वने किंशुकः इति समस्तपदं भवति. तत्तु क्षम्यता महोदय, न तत्र पदमस्ति, समस्तपदमस्ति किंशुकाः, तत् सुप् इति जस् प्रत्ययस्य योजनं भवति. जसः लुक् भवति यदा तत्र प्रक्रियावसरे यतो जस् लुक् भवति चेदपि अन्तिमसमस्तपदस्य रूपं बहुवचने अस्ति इति कृत्वा सुप् प्रत्ययस्य प्रथमाविभक्ति बहुवचनम् एव योजनीयं. ज्ञाप् प्रातिपदिकात् इति अधिकारे सुप्रत्ययः भवति, बहुवचनस्य विवक्षा अस्ति चेत् जस् प्रत्ययस्य योजनेन किंशुक वने किंशुकयोग जस् वन किंशुकाः इति, वन किंशुकयोग अस् तत्र सवर्णदीर्घसन्धि भवति, वने किंशुकाः इति रूपं भवति. तत्र प्रथमसोपाने कृत्तद्धितसमासाश्च इति समास विधानं भवति. तत्पुरुष इत्यस्य अधिकारः अस्ति, तदपि वदनीयं. तदनन्तरं समास विवक्षा अस्ति संज्ञायां विषये इति कृत्वा संज्ञायाम् इति तत्पुरुषसमाससूत्रस्य अपि अन्तर्गता भवति इति कृत्वा वने किंशुकाः इति विग्रहस्य अलौकिकविग्रहवाक्यं भवति. वन योगः ङि योगः किंशुकः योगः जस् भगिनी यत् उक्तं तत् समीचीनमेव, किन्तु प्रथमसोपाने कृत्तद्विधसमासाश्च तत्पुरुषाश्च संज्ञायां तत्रैव वदनीयम्. प्रथमसोपानम् अवसाने एतदपि वदनीयं न विभाषा व्यस्तपदं न भवति एकमेव रूपं भवति तदपि वदनीयं न विवक्षा यदि व्यस्तप्रयोगं वदति चेत् संज्ञा संज्ञाय अवबोधं न जायते इति कृत्वा विभाषा अन्तर्गतमस्ति चेदपि तस्य प्रसक्तिः न भवति इति कृत्वा नित्यसमासं भवति तदेव धन्यवादः भगिनि धन्यवादः महोदय अत्र बाकि सर्वं समानमेव उषा भगिनी युधिष्ठिरा इति पठति पठति आं महोदय श्रूयते वा महोदय श्रूयते युधिष्ठिरः युधि स्थिरः युधि सङ्ग्रामे स्थिरः अत्र विग्रहवाक्यम् अत्र विग्रहवाक्यं प्रदर्शितं केवलम् अर्थावगमनार्थं समासः नित्यः इति स्मर्तव्यम् अत्र सप्तमी तत्पुरुषसमासः भवति संज्ञायाम् इति सूत्रेण युद् योगः ङी योगः स्थिर योगः सु इति अलौकिकविग्रहः हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्तात् अदन्तात् अन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति अनेन सूत्रेण युद् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति अतः युधि इति सप्तमीयन्तं रूपं तिष्ठति युधि इति सप्तमीयन्तं रूपं तिष्ठति उत्तरपदस्य तु विभक्तेः लोपः भवति एव युधिष्ठिरः अग्रे पठामि वा युधिष्ठिरः इति युधि स्थिरः इति अर्थावगमनार्थं दत्तं युधि स्थिरः युधि सङ्ग्रामे स्थिरः विग्रहवाक्यम् अर्थावगमनार्थं संज्ञायाम् इति सूत्रस्य वचुडेसे अनवगम संज्ञायाः अनवगमनात् नित्यसमासः एव भवति विग्रहवाक्येन अर्थावबोधं न जायते नाट् अर्थावबोधं संज्ञाया बोधनं न जायते समासः नित्यः भवति युधिष्ठिरः इति समस्तपदस्य युद्ध योगः ङी योगः स्थिर योगः सु इति अलौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्ये युद्ध योगः ङी इति सप्तमीयन्तं सप्तमीयन्तप्रत्ययाः प्रायेण लोपः भवति अत्र हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण उत्तरपदं परः अस्ति चेत् पूर्वपदस्य प्रत्यया लोपः न भवति प्रायेण सुपोधातुप्रातिपदिकयोः इति सूत्रेण तत् प्रत्ययः लोपः भवितुम् अर्हति हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण ङी इति प्रत्ययस्य लोपः बाधितं भवति युद् योगः ङी योगः स्थिर योगः सु युद् ङी प्रत्ययः तिष्ठति युद् योगः ङी स्थिरयोगस्सु सु लोपः भवति समासपदं युद्योगः ङी युधि भवति युधि योगः युधि स्थिर समस्तपदं युधि स्थिरयोगः सु इति समस्तपदस्य पूर्णपदस्य योगः सु इति ङी वट् इस् दट् ङीया प्रातिपदिकात् इति सूत्रेण सु इति प्रत्ययः विधीयते. अधिकारम् अस्ति. सु इति सुबन्धं विधीयते. सुबन्धं विधीयते. सुऔजसमोच्छस इति सूत्रेण सुप्रत्ययः विवक्षा भवति. प्रथमाविभक्तौ एकवचनं एकवचनपदं विवक्षा भवति. तत्कारणात् सु इति प्रत्ययः विधीयते. युधि स्थिरः इति युधि स्थिरः भवति. तत्पश्चात् गवि तत्पश्चात् गवियुधिभ्यां स्थिरः इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिरः इत्यस्य सकारस्य मूर्धन्य आदेशः भवति. ओ गवियुधिभ्यां स्थिरः ओके इति सूत्रेण गवियुधिभ्याम् ओके अण्डर् 359 आदेशप्रत्ययोः ओके गवियुधिभ्यां स्थिरः इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिरः इत्यस्य सकारस्य मूर्धन्य आदेशः भवति. अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति. ओके अतः युधियोगः स्थिर इति युधियोगः स्थिर इति भवति. अधुना ष्टुनाष्टुः इति सूत्रेण तकारस्य स्थाने टकारः भवति षकारस्य प्रभावेन. ओके अतः युधिष्ठिरः इति संज्ञापदं सिद्ध्यति. ओके वाट् इट् वी हेव् बिफोर् युधिष्ठिरः युधिष्ठिरः इति अस्ति. तत्पश्चात् गवियुधिभ्यां स्थिरः इत्यनेन गवीपदम् अथवा युधिपदम् इति पदस्य उत्तरस्य स्थिरः अस्ति चेत् सकारस्य मूर्धन्य आदेशः भवति. ओके गवियुधिभ्यां स्थिरः गवियुधिभ्याम् इति पञ्चमी विभक्ति. ओके गवियुधिभ्याम् उत्तरस्य स्थिरः आम् महोदय पश्यतु अत्र ओके पञ्चमी द्विवचनं पञ्चमी द्विवचनं स्थिरः अनुवृत्ति अस्ति सः. ओके ओके पूर्वत्र सिद्धं संहितायां अपदान्तस्य मूर्धन्यः इन्कोः अधिकारः इन्कोः अधिकारमस्ति कृत्वा एव षकारस्य आदेशः भवति. गवियुधिभ्याम् उत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो भवति गविष्ठिरः युधिष्ठिरः. गोशब्दात् हलन्दादपति अतपि एतस्मादेव निपादनात् सप्तम्या अलुभवति. So both are given that saptamya aluk bhavati evam sakarasya shtatvam bhavati iti sutrasya viveksha asti. Gavi iti purva padam asti chet gavi yudhi paraha gavi yudhi tiraha gavi yudhi gavi atava yudhi iti gavi atava yudhi iti purva padam स्थिरः इति उत्तरपदम् अस्ति चेत् गवियुधिभ्यां स्थिरः इति सूत्रेण सकारस्य उत्तरपदस्य सकारस्य षकारः भवति. तत्र एकं स्मर्तव्यं गवियुधि इति पदद्वयमपि सप्तम्यन्तं पदम् एव अस्ति. गौ गाव् गो शब्दस्य सप्तमी एकवचनं गवि. तत्र गवि इति सप्तम्यन्तं पदं स्थिर इति उत्तरपदस्य पूर्वम् अस्ति. तत्र सप्तम्य अलुभवति इति एकं कार्यं. तदनन्तरं गवियुधिभ्यां स्थिरः इति सूत्रं किं वदति? सप्तमी लुक् न भवति. एवं स्थिरपदस्य सकारस्य इन्कोः अधिकारे अस्ति कृत्वा षत्वं भवति. कार्यद्वयं भवति विधीयते अस्मिन् सूत्रस्य प्रभावेन. स सप्तम्यन्तं भवितुम् अर्हति. गाव् या युध् पदस्य उल्लेखः नास्ति, सप्तम्यन्तस्य पदस्य एव उल्लेखः अस्ति सूत्रे. सो बिकास् इट् हेस् टु बि सप्तमी एकवचनं बिफोर् स्थिरा, देन् ओन्लि दिस् सूत्र इस् इट्स् इट् हेस् टु बि केप्ट् इन् मैण्ड्. दट् इस् आल्. तदेव तत्र तदनन्तरं गविष्ठिरादि पठतु भगिनि. समानमेव गविष्ठिरः गविष्ठिरः आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्. दिस् इस् न्यू इन् दिङ्ग्. गविष्ठिरः आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्, तस्य नाम गविष्ठिरः. अत्र सप्तमी तत्पुरुषसमासः भवति संज्ञायाम् इति सूत्रेण. यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः. यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः. गविष्ठिरः इति पदं संज्ञापदम् अस्ति. गवियुधिभ्यां स्थिरः इति सूत्रेण षत्वं भवति. ओके महोदय, अवगतं महोदय. अत्र भगिनी एकम् ईमेल् प्रेषितं मया, तत् विल् डिस्कस् दट् आल्सो. ऐ डिडन्ट् टेक् इट् अप्, ऐ शुड् ओपन् इट् वन् मिनिट्. Can you see what she has written here? Read, can you read? Or... Mahodaya. Namaste, Mahodaya. Samikritam maduna. Gavishthira... I have sent some corrections. Correction. Gavishthiraha iti sanyapadam eva iti punaha itopi patitva jnatam. केषुचित् व्याख्यानेषु गविष्ठिरः संज्ञा नास्ति इति उक्तम् आसीत्, परन्तु कुत्रचित् संज्ञा एव इति उक्तम्. व्याख्यानेषु रूपद्वयं दृश्यते, कुत्रचित् संज्ञा नास्ति इति भवति, किन्तु कुत्रचित् संज्ञापदम् एव अस्ति इति. तत्कारणेन भगिनी पूर्वं संज्ञा नास्ति इति दत्तमस्ति इन् द करपत्रे. देन् आफ्टर् दट् शी करेक्टेड् इट् नौ शी, बिकास् शी फौण्ड् औट् दट् अत्रिकुले गविष्ठिरा नाम एकं मुनि ऋषिः स्थिररूपेण आकाशे वसन् इति अस्ति. तति तस्य सेवां गावां सेवां निरन्तरं सेवां करोति, तत्कारणतः तस्य नाम गविष्ठिरः इति अभवत्. तति कृते संज्ञापदम् अस्ति इति एव तस्य परिच्छेदस्य प्रसक्ति. नूतनं स्थापितमस्ति भगिनि. आं महोदय, धन्यवादः भगिनि. धन्यवादः. गीताञ्जलि भगिनी पठति वा? नमस्ते महोदय, अहं प्रयत्नं करोमि महोदय. त्वचि स्थिरः, त्वचि सारः. त्वचि सारः, यस्य त्वचि बलम् अस्ति सः त्वचि सारः. अत्र सप्तमी तत्पुरुषसमासः भवति संज्ञायाम् इति सूत्रेण. त्वच् योगः ङि योगः सार योगः सु. त्वच् इति हलन्तः शब्दः, इत्यतः हलन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्रत्ययः तस्य लुक् न भवति. अग्रिमं पठामि महोदय. अस्य परिच्छेदस्य अर्थम् उक्त्वा अग्रिमं परिच्छेदं पठतु. अस्तु. त्वचि सारः इति अपि एक समासपदमस्ति. अर्थः तु त्वचि सार इत्युक्ते बलं. सारः इत्युक्ते बलम् इत्युक्ते यस्य त्वचि बलम् अस्ति सः त्वचि सारः. अत्रापि संज्ञायाम् इति सूत्रेण संज्ञा संज्ञा अधिकार अस्ति अपि च इति एक संज्ञापदमस्ति. अलौकिकविग्रहवाक्यं त्वच् योगः ङी योगः सार योगः सु ङी तु अलुक् भवति हलन्तात् हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण तेन त्वचि इति त्वच् योगः ङी त्वचि भवति तदेव तिष्ठति. सारयोगसु सु तु लोपः जायते सुपोधातुप्रातिपदिकयोः इति सामान्यसूत्रेण इति एव अस्ति न महोदय. आम् तत्र हलदन्तात् सप्तम्या संज्ञायाम् इति तच्च प्रभावं कुत्र दृश्यते? हलदन्तमस्ति वा अदन्तम् अस्ति वा? अत्र तु हलन्तात् अस्ति. किं किमर्थं त्वच् चकार हल इत्युक्ते हलदन्तात् सप्तम्याः संज्ञायाम् इति वदति. यत् सुपदं सप्तमी विधीयते हल्पदं वा हलन्तपदं वा अदन्तपदं वा तत् तस्य विभक्ति अलुक् भवति इति. अग्रिमपरिच्छेदं पठित्वा तत् सम्यक् भवति. हलदन्तात् सप्तम्याः संज्ञायां हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञां संज्ञायाम् अलुक् भवति. हल् च अत् च तयोरितरेतरद्वन्द्वयोगः हलदौ तौ अन्ते यस्य सः हलदन्तः तस्मात् हलदन्तात् पञ्चम्यन्तं सप्तम्याः षष्ठम्यन्तं संज्ञायाम् इति सप्तम्यन्तम्. अलोक उत्तरपदे इत्यस्य अधिकारः अस्ति. अनुवृत्तिसहितसूत्रं हलदन्तात् सप्तम्याः अलुक् संज्ञायां हलदन्तात् सप्तम्याः संज्ञायाम् इति षष्ठमध्याये तृतीये पादे नवम सूत्रमस्ति इति वदति. हल् वा हल् च अथ् च हल् च अथ् च तौ अन्ते यस्य सः हलदन्तात् इति तयो इतरेतरद्वन्द्वसमासः अस्ति. तत्र तस्य अलुक् उत्तरपदे इति सूत्रस्य अधिकारः अस्ति. इत्युक्ते अलुक् इत्युक्ते लुक् न भवति. तदनन्तरं हलदन्तात् सप्तम्याः अलुक् संज्ञायाम् इत्युक्ते यस्य सप्तमी विभक्ति सुप् पदस्य हल् हलन्त पदस्य अदन्तपदस्य अस्ति चेत् संज्ञायाम् अपि इति अनुवृत्ति नास्ति न महोदय, इति तु अत्र अद्य संज्ञायाम् अस्ति इति तु अनुवृत्ति नास्ति, सूत्रे एव अस्ति न, सूत्रे एव अस्ति आम् महोदय, सूत्रे एव अलुक् अनुवृत्ति भवति, अलुक् अनुवृत्ति भवति, किमर्थं सूत्रे एव अस्ति महोदय अनुवृत्ति इत्युक्ते संख्या अत्र अत्र प्रथमं वाक्यं किम् अस्ति, हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति, अलुक् अधिकारे अस्ति कृत्वा अलुक् किं भवति, उत्तरस्य संज्ञायां विषये यदि सप्तम्यन्तं पदम् अस्ति चेत् तत् सप्तम्यन्तं पदं हलन्तम् अस्ति अथवा अदन्तम् अस्ति चेत् तस्य प्रत्ययस्य लुक् न भवति इति एव, हलन्तात् अदन्ताच्च उत्तरस्याः सप्तम्या अज्ञायाम् अलुक् भवति इति साधारणवाक्यमस्ति, किन्तु तस्य अर्थं प्रभावम् अस्ति अत्र संज्ञाय उत्तरस्य तत्र उत्तरपदम् अस्ति न संज्ञायाम् इति सूत्रे उत्तरपदं किम् अस्ति, संज्ञायां तत्र संज्ञायां विषये उत्तरपदे यत् संज्ञायाम् अस्ति तत् किं वदति उत्तरपदं, सप्तम्याः अलुक् भवति इति सप्तम्याः अलुक् इत्युक्ते संज्ञायां विषये सप्तमी प्रत्ययस्य लुक् न भवति, कथं कुत्र भवति कथं भवति, यदि हलन्तम् अस्ति अदन्तम् अस्ति तेषां प्रातिपदिकस्य सप्तमी प्रत्ययस्य संज्ञायां विषये उत्तरस्य संज्ञायाम् अस्ति कृत्वा उत्तरपदे परे यत् पदमस्ति तन् मत्लब् पूर्वं प्रातिपदिकं पदं सप्तमी अन्तं पदं तत् हलन्तप्रातिपदिकम् अथवा अदन्तप्रातिपदिकस्य योजनस्य रूपम् अति अस्ति तत्र सप्तम प्रत्ययस्य लुक् न भवति इति तस्य सम्पूर्णस्तरस्य अर्थम् अस्ति, अवगतं वा? अस्तु महोदय, अत्र तु उत्तरपदे इत्युक्ते संज्ञायाम् इति उत्तरपदे परे अलुक् भवति उत्तरपदे इति उत्तरपदस्य अधिकारे अस्ति कृत्वा संज्ञायाम् इति उत्तरपदम् अस्ति सूत्रस्य, तत्प्रभावेन तत् उत्तरपदे संज्ञायां विषयमस्ति कृत्वा तस्य पूर्व परे यत् हलन्त अदन्तप्रातिपदिकस्य सप्तमी प्रत्ययस्य लुक् न भवति इति एव सूत्रस्य सम्पूर्णार्थम्, दट् मीन्स् इट् शुड् बि संज्ञा इन् फार् द पर्पस् आफ् संज्ञा एण्ड् द संज्ञा शुड् बि फोन् फार् ए प्रातिपदिकं, दट् संज्ञा कम्स् वेन् द समस्तपदं हेपन्स् बट् द पूर्वपदं परे उत्तरपदे परे that should be a pratipadikam with either hal antam or at antam with a saptami pratipadikam, it cannot be any other pratipadikam any other pratyaya, oh. It can be hal antam at antam but it should also have a saptami pratyaya samtyash avagatam vana astu mahoday astu astu apichya sanyayam अस्माकं संज्ञायाम् इति सूत्रस्य संज्ञायाम् इति अलुक् संज्ञायाम् इति अधिकारम् अस्ति न, अलुक् अधिकारस्य तत् किं वदति, संज्ञायां विषये अलुक् भवति इति भवति, अस्तु अस्तु, किन्तु उत्तरपदे इति अधिकारे अस्ति इति कृत्वा उत्तरपदे अलुक् समा संज्ञायां विषयम् अस्ति चेत् पूर्वपदस्य अलुक् भवति इति सूत्रस्य अर्थम्, पूर्वपदस्य विशेषणविशेषं किम् अस्ति, सप्तम्यान्तं प्रत्ययः तस्य प्रातिपदिकं हल् अन्तम् अथवा अत् अन्तम् अस्ति चेत् अत्र सप्तमी प्रातिपद प्रत्ययस्य लोक् न भवति. न भवति. अस्तु महोदय, स्पष्ट. अस्तु, धन्यवादः. धन्यवादः भगिनि. उमा भगिनी, अग्रिमसूत्रं प्रति पठामि. दिनस्य रात्रेः तत्तस्मनं अलसेन तेन अहोरात्र अवयवाः अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः तान् तेन सह समस्यते. सोरि, पठतु. अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः शान्तेन सह समस्यन्ते. अहर ओके तत्पुरुषस्य समासो विकल्पेन भवति. दिनस्य रात्रेः, दिनस्य रात्रेः च अवयवाचि सप्तम्यन्तम्. सुबन्तं सप्रत्ययेन प्रत्ययान्तेन सह समस्यते. अहोरात्र अवयवाः इत्युक्ते दिनस्य अवयववाचिशब्दाः, दिनस्य अवयववाचिशब्दाः तथा च रात्रेः अवयववाचिशब्दाः इति अहञ्च रात्रिश्च अहोरात्रम् इति समाहारद्वन्द्वसमासः. तस्य अवयवाः अहोरात्र अवयवाः द्वन्द्वगर्भषष्ठी तत्पुरुषः. तेन तृतीयान्तम् अहोरात्र अवयवाः प्रथमान्तं शुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कलासमासः इत्यस्य सूत्रात् समासः इत्यस्य अधिकारः. सप्तमी सौन्दैः इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः. सः सुपा इत्यस्य अधिकारः. अत्र सुपा इति शब्दस्य वचनपरिमाणम् परिणामम् इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अहोरात्र अवयवाः सप्तम्यः सुपः, तेन सुपासः विभाषा तत्पुरुषसमासः. अत्र अहः अण्ड् रात्रः दे कन्सिडर्स् अवयवाः, रात्रिश्च अवयव, रात्रेः अवयवाः अण्ड् दिनस्य अवयवाः. सो अहोरात्र अवयवाः सप्तम्यः, दे आर् इन् सप्तमी विभक्ति. सुपा सुपः, तेन सुपासः, सुपदं सप्तम्यन्तं पदम्. अन्तेन सह तृतीया विभक्तिः, तेन सह सुपासः तत्पुरुषसमासः भवति, विभाषा च भवति. अत्र विभाषा मीन्स् विकल्परूपं, विकल्परूपम् अहन् रात्रिश्च अहोरात्रम् इति समाहारद्वन्द्वम्. अहोरात्र अवयवाः द्वन्द्वगर्भषष्ठीचतुर्थी इति उच्यते. तेन तृतीयान्तम् अहोरात्र अवयवाः प्रथमान्तं शुभामन्त्रिते पराङ्गवत्सरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कलासमासः इत्यस्य सूत्रात् समासः इत्यस्य अधिकारः. सप्तमी शौण्डैः इत्यस्मात् सप्तात् सूत्रात् सप्तमी पदस्य अनुवृत्तिः. सः सुपा इत्यस्य अधिकारः. अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. ओके, अहोरात्र इति अवयवः इति वदति, तस्मात् सुभामन्त्री सः सुपासः आल्सो तत्पुरुषसमासे बहुवचने आगच्छति इति अत्र अहोरात्रावयवाः इति अनुवृत्तिसहितसूत्रस्य प्रथमपदमस्ति अहोरात्रावयवाः. ओके, तत् किं वदति? अहो अहं शब्दम् अण्ड् रात्रि शब्दम् अण्ड् अहोरात्रि अवयवः इति चेत् अहः रात्रिश्च अवयवः अण्ड् यानि सप्तम्यन्तम् तत्र अवयव अहोरात्रावयावाः इति अवयववाचि सप्तम्यन्तं सुबन्धम् इति उक्तम् उपरि. तत्र अवयववाचि सप्तम्यन्तं पदं तत्र तत्र किम् उक्तम् इति चेत् दिनस्य रात्रेः अवयववाचि सप्तम्यन्तम् इति दिनपदस् दिन अहन् इति दिनस् दिन दिनं सूचयति, रात्रि स्वयं सूचयति. तेषां तयोः अवयववाचि सप्तम्यन्तं पदम् एव कार्यं करोति, न दिन न अहन् अव अथवा रात्रिपदस्य सप्तम्यन्तं पदम् अस्ति चेत् तत्र अस्मिन् सूत्रान्तर्गत सप्तम्यन्तं सपसुबन्धं न भवति, सप्तमी तत्पुरुषसमासः न भवति. ओके, वन् सेकेण्ड्, देन् हियर् ऐ हाव् अ डौट्. सी, अहोरात्रि दे देम्सेल्स् आर् अवयवः आर् अहन् शब्दं रात्रि शब्दस्य अवयवः सप्तशब्दयोः अवयवः. अत्र पश्यतु भगिनि, अहन् इति सम्पूर्णदिनस्य अवयव इति न स्वीकरणीयम् अत्र. अहन् इति एकं भागमस्ति, रात्रि इति अन्यभागं, मिलित्वा एकदिनं भवति. तत् अत्र न चिन्तनीयम्. अत्र किं चिन्तनीयं? यदि सूर्य अस्ति, सूर्यप्रभा अस्ति, तत् अहन् इति उच्यते. यत्र सूर्यप्रभा नास्ति तत्र रात्रि इति उच्यते. तत्र दिनस्य अवयववाचि यदा पूर्व प्रभात मध्याह्न सायंकालम् इति अवयववाचि शब्दाः सन्ति, तदेव रात्रेः पूर्वप्रहरं मध्यप्रहर अन्तिमप्रहर रात्रेः अवयववाचि शब्दाः सन्ति. ते शब्दाः सप्तम्यन्तम् अस्ति चेत् त्वान्तेन सह सुब्बि सह समासः भवति, विभाषा विकल्परूपमपि सिद्ध्यति. अत्र नाट् डैरेक्ट्लि अहः रात्रि शब्दं समासे आगच्छति, किन्तु अहं शब्दस्य रात्रि शब्दस्य अवयवाः एव सप्तम्यन्तं पदं विभक्त्यन्तं पदेन सह तेन सुपासः समस्यते. समीचीनं, तदेव तदेव. धन्यवादः भगिनि. महोदय पुनः महोदय नावगतं. तत्र भगिनि अहन् इति सूर्यप्रभा यावत् तिष्ठति तत् अहन् इति उच्यते, तत् अवगतं न? अवगतं महोदय. तत्र यावत् सूर्यप्रभा तिष्ठति तस्य भागं कर्तुं शक्यते चेत् पूर्वान्न मध्याह्न सायं सन्ध्या सायङ्कालम् इति विभजनं कर्तुं शक्यते वयं. तत् पूर्वान्नं मध्याह्नं सायङ्कालम् इति अवयवदिनस्य अवयवाः भवन्ति. ओके, तत्र पूर्वान्ने इति उक्ते तत्र सप्तम्यन्तं पदम् अवयववाचिनः सप्तम्यन्तं भवति. मध्याह्ने भोजनं न कुर्यात् इति उक्तत्वात् यदि तत्र मध्याह्ने इति दिनस्य अवयववाचि शब्दमस्ति, दिने भोजनं कुर्यात् इति नास्ति, मध्याह्ने इति उक्तत्वात् किञ्चित् अवयव दिनस्य अवयववाचिरूपेण अस्ति. सी इट् इस् अ पार्ट् आफ् द डे. So, we should not have lunch, but on a particular day, we should not have lunch during afternoon or in the mid-noon, midday. Mm-hmm. Suppose that midday, the word midday, when we use it, it is part of the day, middle part of the day. So, it is showing the avayava of the daytime. Same way, Ratri, it is not said that Purvanna, Madhyanna, that there is a prahara, we use the word prahara there. So in the night, same way, it is divided into three, Purva Prahara, Madhya Prahara and Antima Prahara. Okay. So there also, when we have such avayava vachi shabdam, and in that becomes an vishaya adhigarna. सप्तमी विषयरूपेण आयच्छति, विषयसप्तमी भवति. पूर्वाह्ने मीन्स् पूर्वदिनस्य पूर्वभागे इति विषयं भवति. तत् अधिकरणं सप्तम्यन्तं सूचयति विषयसप्तमी इति कारणेन. अधिकरणं इस् हेपनिङ्ग् only in that part of the day. Okay. Therefore we say saptamyandam padam avayava vachi shabdam asti dinasya athava ratrehe. Tat padam yadi kopi skandena saha samasyate tatra asmin sutra prabhavena saptamye satpurusha samasam bhavitum arhati. विभाषा इति अन्तर्गतम् अस्ति कृत्वा विकल्परूपम् अपि साधु एव. अवगतं महोदय, धन्यवादः. शर्मलभगिनी पठति वा अस्मिन् सूत्रे? अहं शृणोमि केवलं. पुष्पा भगिनी दृश्यते वा? आं दृश्यते. किं पठामि? अस्मिन् सूत्रे अवयवग्रहणं किमर्थं कृतम् इति तत्रापि दृष्टम्. अस्मिन् सूत्रे अवयवग्रहणं किमर्थं कृतम्? अहनि भुक्तं, रात्रौ वृत्तम्, अह्नि दृष्ट इत्यादिषु स्थलेषु समासः न भवति. यतोहि अह्नि रात्रौ च साक्षात् अधिकरणमस्ति. एतानि अहोरात्रावयावः अवयवाः न सन्ति. ते सर्वे अपि ते अपि अह्नि रात्रि इति वदति. तदेव मया उक्तम् अधुना अत्र. तदेव मया उक्तम् अरुणा भगिन्या प्रश्नाः उत्तरं रूपेण. अहनि भुक्तं, रात्रौ वृत्तम्, अहनि दृष्टम् इति एतानि पदानि समासः न भवति. केन कारणेन इत्युक्ते ते अवयवाः न सन्ति. अवयवाः न सन्ति इति कृत्वा सप्तमी तत्पुरुषसमासः न भवति. किन्तु तेषाम् अवयवरूपा वाचि शब्दमस्ति चेत् तत् समासं कर्तुं शक्यते. यथा पूर्वाह्ने कृतं, पूर्वाह्ने कृतं, पूर्वाह्णं नाम दिनस्य पूर्वभागः इति अर्थः. दिनस्य पूर्वभागे सम्पादितं तत् पूर्वाह्णकृतम् इत्युच्यते. पूर्वाह्न योगः नि, योगः कृत, योगः सु, पूर्वाह्नः इति पदं दिनम् इति पदस्य अवयववाचिपदम्. अतः तादृशस्य अवयववाचिपदस्य कृत् इति कृताय अथवा कृत् अस्ति. कृत् इति स्थप्रत्ययान्तेन सह समासः भवति. तेन होरात्रावयावहावाः इति सूत्रेण. अत्र पूर्वाह्णे कृतम् अत्र लुप्तमस्ति. पूर्वाह्णकृतम् अत्र सप्तमीविभक्ति नी लुप्तमस्ति तद् एतत् कारणेन. अवयवः अस्ति पूर्वाह्न अह्नस्य अह्नि अह्नस्य न अह्नि एक अवयवः अस्ति. तत्कारणात् तत्तु दिनस्य पूर्वभागः इति वदति. पूर्वभागः सम्पादितं तद् पूर्वाह्णकृतम् इति उच्यते. तदेव अवयवः अस्ति तत्कारणात् तत्र लुप्तः तद् नी तत्तु सप्तमीविभक्ति सप्रत्ययः लुप्तः पूर्वाह्ण. केन सूत्रेण लुप् भवति? तेन होरात्रावयावाः इति समासं भवति. प्रत्ययस्य लुक् केन सूत्रेण भवति? एकनिमिष. ओ मया न महोदय उपरि दृष्टम् उपरि नास्ति तेन तदेव न तेन न तेनाहोरात्रावयवाः इति समासं विधीयते. अवयवसूचयते अवयवस्य लुक् भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण. सम्यक् महोदय धन्यवादः भगिनि. तदेव अत्र अन्य उदाहरणानि वर्गे न चर्चितम् इति कृत्वा अत्र पुनरावर्तनं प्रति गच्छामः. पुनरावर्तनम् इत्युक्ते अव्ययीभावसमासात् गतवर्गे चर्चितमस्ति. प्रथमा तत्तु शर्मिला भगिनी वक्तुमिच्छति वा? न महोदय, अहं किमपि अभ्यासं न कृतम्. अहमपि न कृतं भगिनि, अहमपि न कृतं. चिन्ता मास्तु. अत्र पञ्च उपाङ्गानि अस्ति समासस्य. सर्वदा किमपि समासमस्त तत्पुरुषसमासः भवतु, अव्ययीभावसमासः भवतु, किमपि समासः, तत्र उपाङ्गानि समानमेव. प्रथम अङ्गे किं भवति? समाससंज्ञाविधानं भवति. धन्यवादः पुष्पा भगिनि. समाससंज्ञा विधीयते. विशिष्टसंज्ञा समस्ते संज्ञाभिः भवति. यथा सप्तमीपुरुषसप्तमी अव्ययीभावसमासः भवति, यथा या सामान्यसत्पुरुषसमासी भवति, या सुपासः इति सामान्यसंज्ञा अपि समाससंज्ञाविधान अन्तर्भूता भवति. समस्तपदं पदद्वयस्य योजनं समासं कर्तुं शक्यते इच्छते चेत्, विवक्षा अस्ति चेत्, तत्र अलौकिकविग्रहवाक्यं प्रथमं करणीयं, तदर्थं प्रातिपदिकसंज्ञा विधीत्वा अवयवरूपेण विद्यमानानां सम्पूर्णानां पदानां दर्शनं करणीयम्। इत्युक्ते पूर्वपदस्य प्रातिपदिकं किम् अस्ति, तस्य प्रत्ययः किम् अस्ति, उत्तरपदं किम् अस्ति, तस्य प्रत्ययः किम् अस्ति इति अवयवरूपेण स्थितानां पदन्तानां रूपं दर्शयित्वा तेषां लोपं भवति सुबोधातुप्रातिपदिको इति सूत्रेण। यत्र कुत्रापि तस्य निवारणं भवति विशिष्टसूत्रेण, यदा अलुक् समास अलुकुत्रपदे समास अलुकुत्रपदे इति अधिकारसूत्रं प्रभावम् अस्ति चेत् तदपि तत्र एव उल्लेखनं करणीयम् इति कृत्वा प्रथमसोपाङ्के किं भवति, समासः भवति, कृत्तद्विधसमासः भवति, तत्पुरुष अथवा अव्ययीभावः इति विशिष्टसंज्ञा भवति। तदनन्तरं विशिष्टसूत्रं भवति यदा यावदवधारणे इति अव्ययीभावसमाससूत्रस्य अस्ति उदाहरणार्थम्, अथवा तेनावहोरात्रावयवः इति तत्पुरुषसमास सप्तमी तत्पुरुषसूत्रम् अस्ति चेत् तत्र विशिष्टसमाससंज्ञा तदपि तत्रैव उल्लेखनं करणीयम्। तदनन्तरं प्रातिपदिकसंज्ञा प्रातिपदिकात् एव सन्धिं कर्तुं शक्यते, तत्कारणेन प्रातिपदिकसंज्ञा द्विविधे कृतद्विधसमासाश्च तर्हि प्रातिपदिकसंज्ञा भूत्वा अवयवरूपं कृत्वा तत् लोपानन्तरं द्वितीय उपाङ्गमस्ति पूर्वप्रयोगं किं भवति, पूर्वम् उत्तरपदं किं भवति, उत्तरपदं किं भवति इति विशिष्टता अस्ति समासप्रक्रियायाम् अन्तर्गतम्। कुत्रचित् पूर्वपदं यथावत् तिष्ठति, कुत्रचित् उत्तरपदं पूर्वं भवितुम् अर्हति इति एक विशिष्टता अस्ति, तत्कारणेन उपसर्जना भवति वा इति वक्तव्यम्। समासे प्रथमानिर्दिष्टं पदम् उपसर्जनं भवति इति कृत्वा समासविधायकसूत्रे किं पदं प्रथमाविभक्तिं सूचयति, समासे प्रथमाविभक्तिः अस्ति, न तु विग्रहवाक्ये। समासविधानसूत्रे प्रथमानिर्दिष्टं पदं किम् अस्ति तस्य उल्लेखनं कृत्वा तत् किं पदं सूचयति तस्य उपसर्जनं भवति। यदा सप्तमीषौण्डैः इति सूत्रे सप्तम्यन्तं पदं षौण्डादिगणपदस्य योजनेन सप्तमी सत्पुरुष भवति इति सूत्रस्य अर्थम् अस्ति। तत्र सप्तमी इति प्रथमानिर्दिष्टं पदम् अस्ति सूत्रे, इति कारणतः सप्तम्यन्तं पदम् इति यत्किमपि षौण्डादिगणयोजने आयाति चेत् तत् सप्तम्यन्तं पदम् उपसर्जनासंज्ञा स्वीकरोति। एकवारं उपसर्जनसंज्ञा स्वीकरोति चेत् तत् अवश्यं पूर्वपदम् एव भवति इति कृत्वा पूर्वप्रयोगस्य निर्णयः। तृतीय उपाङ्गमस्ति लिङ्गवचनान्तस्य निर्णयनं। तत्र लिङ्गं वचनं पूर्वपदम् उत्तरपदम् इति स्थिते उपसर्जनं कृत्वा लोपं भूत्वा नूतनप्रातिपदिकं सिद्ध्यति। तदनन्तरं लिङ्गवचनं निर्णयितुं शक्यते सुबुत्पत्तिविधानं विवक्षा अस्ति कृत्वा, लिङ्गपुल्लिङ्गं भवति वा, नपुंसकलिङ्गं भवति वा, एकवचने भवति वा सर्वदा, या बहु सप्त एकवचनं द्विवचनं बहुवचनम् अपि भवितुमर्हति वा, तेषां निर्णयं भवति तृतीय उपाङ्गे। इति शुभुत्पत्ति तत्र एव मनसि स्था मनसि भवति, किन्तु शुभुत्पत्ति अत्र न भवति. किं लिङ्गवचननिर्णयं तृतीयोपाङ्गे भवति इति कारणतः समासान्तप्रक्रिया देशकारणेन एव भवति. यदि लिङ्गवचनस्य प्रभावेन समासान्ते प्रत्ययानां विशिष्टप्रत्ययानां योजनं भवति इति कृत्वा लिङ्गवचनस्य निर्णयम् अवश्यं पूर्वमेव करणीयं. तदनन्तरं समासान्तप्रत्ययान् योजयित्वा नपुंसलिङ्गप्रत्यय योजयति वा किमपि प्रत्येकं निर्दिष्टं अन्धप्रत्यययोजनं करणीयं वा इति निर्णयं भवति. एकवारं समासान्तपदं योजयित्वा नूतनप्रातिपदिकम् अन्तिमप्रातिपदिकं नूतनप्रातिपदिकं तत्र अन्तिमप्रातिपदिकं सिद्ध्यति. तत् अन्तिमप्रातिपदिकानन्तरं सुबुत्पत्ति योजयति. यदि नपुंसकलिङ्गमस्ति चेत् सप्तसु विभक्तिषु त्रीणि वचनेषु ये समानरूपं दृश्यते, विकल्पम् अस्ति चेत् कुत्रापि तस्यापि प्रभावं दर्शयितुं शक्यते. इति पञ्च उपाङ्गानि इति एव प्रथमभागमस्ति. मम संशयः अस्ति महोदय. पृच्छतु. प्रथमोपाङ्गे समाससंज्ञाविधानं भवति, तत्तु ओके. अनन्तरं विशिष्टसमाससंज्ञा अनन्तरं सामान्यसंज्ञा वा? सामान्यसंज्ञा प्रथमम् अनन्तरं विशिष्टसमाससंज्ञा नाम महोदय? तत्र तत्पुरुष अत्र सूत्रस्य भवती पश्यति चेत् अत्र पश्यतु समर्थपदवदीः समर्थः पदवदी सुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कडारासमास इति समाससंज्ञा विधीयते सामान्यसमास. सः सुपापि विशिष्ट सामान्यसुप तत् अनन्तरमेव विशिष्टसूत्रं भवति. विशिष्टसूत्रं भवति अभिभावसमासः. सामान्यसूत्रं किम्? सः सुप इति सामान्यसूत्रं तदेव अहं वदामि. प्रथमं सामान्यसूत्रम् आगच्छति, अनन्तरं विशिष्टसूत्रम् आगच्छति न? तत् तत् भवती यदुक्तं तत् सत्यम् अस्ति. अत्र स्थापयामि. समीचीनमस्ति वा? ऐ थिङ्क् सो, बिकास् वाट् ऐ अण्डर्स्टुड् इस् प्रथमं समासं भवति, सुप् सुपा सह समस्यते समाससंज्ञा समासं भवति, अनन्तरम् अस्तु अव्ययभावसमासः इति सामान्यसंज्ञा. अनन्तरं खट्वाक्षेपे वा किम् समाधरसूत्रं वा तद् विशिष्ट समाससंज्ञा. तदेव मम अवगमनं महोदय. दट्स् वै ऐ सेड् प्रथमं सामान्यसंज्ञा इति तत्पुरुषः, अनन्तरं सप्तमी तत्पुरुषः वा द्वितीय तत्पुरुषः वा इति विशिष्टसमाससंज्ञा इति. ऐ अण्डर्स्टुड् इट् दाट् वे. यु आर् रैट्. धन्यवादः. ओके रैट्. नौ इन् द प्रथम ग्रूप् अस्ति अव्ययम् इत्युक्ते अव्ययं भावि अव्ययीभावसमासः इति. सो फोर् देट् सामान्यविशिष्टकार्यं फोर् द अव्ययीभाव इस् इस् समान् प्राक्कडारासमासः. विशिष्टसूत्रमस्ति अव्ययीभावः. सुप्तिङ्गन्धं पदम् इति पदसंज्ञा विद्यते. प्रातिपदिकसंज्ञा विद्यते. कृत्पत्तितसमासाश्च इति प्रथम प्रथमसोपाने इति सूत्राणि प्रभावमस्ति. तत्र अव्ययं सुबन्धेन सह समास्यते. इति सामान्यसूत्रमस्ति सहासुपा. तदनन्तरं विशिष्टसूत्रमस्ति अव्ययम्. अव्ययं विभक्तिसमीपसमृद्धिव्यर्थि अर्थाभाव अत्ययसम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्वे यौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति विशिष्टसूत्रप्रभावम् अपि भवति. तत्र तत् अप् टु दिस् इट् इस् द फस्ट् टु स्टेप् फस्ट् स्टेप् देन् कम्स् वि हव् टु टेक् द विशिष्ट ऐ मीन् द स्टेप्स्. अर्थं किम् अव्ययं किं भवति, उदाहरणं किम् अस्ति, विवरणं किम् अस्ति इति ऐ मेड् अ टेबल् लैक् दट्. सो फस्ट् वन् इस् अव्ययं विभक्ति. सो विभक्ति इस् द विभक्ति अर्थे इस् द फस्ट् वर्ड्. वाट् इस् द अव्ययं यूस्ड् फार् दट् पर्पस्? अधि इति अव्ययम्. उदाहरणमस्ति अधिहरि. तस्य विवरणं किम् अस्ति? हरौ इति विग्रहवाक्यमस्ति. हरौ हिति इति सूचयितुम्. Now here Adihari, now here comes the next steps. You have got Adi one word and Hari as another word. Then is the Pancha Upangas, out of that one we have completed. Second onwards, where we will have the Pratyalopam, Supodadu Pratipatikayoho. Then वर्णमेलनं प्रतिवा प्रातिपदस्य पूर्व पूर्वपदं किं भवति, उत्तरपदं किं भवति. अत्र अधि इति अव्ययम् इति प्रथमं निर्दिष्टम् अस्ति सूत्रे. इति कृत्वा अधि इति पदं पूर्वं भवति, हरि इति उत्तरपदं भवति. अधिहरि इति स्थिते तत्र सुबोधादप्रातिपदिकयोः इति प्रत्ययद्वोनुलोपानन्तरम् अधिहरि योजयित्वा अधिहरि इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं सुबुत्पत्ति. सि दट् इस् लिङ्गवचन लिङ्गवचननिर्णयं वदति. सेम् सम्यक् लिङ्गवचननिर्णयम्. अव्ययभावं समास अव्ययवसम् अव्ययम् अव्ययं भवति इति कृत्वा तस्य नपुंसकलिङ्गं भवति. रैट्, अव्ययभावश्च इति सूत्रेण. अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं विद्यते. तदनन्तरं किं भवति? नपुंसकलिङ्गं भवति. अनन्तरम् अव्ययभावसमासे किमपि विशिष्टसूत्रमस्ति. यदा नपुंसकलिङ्गम् अस्ति चेत् पञ्चमी सप्तमी विभक्तौ व्यस्तरूपं भवति इति किमपि दीर्घसूत्रं किमस्ति? न अव्ययी भावा ततों त्वपञ्चम्याः पञ्चम्याः. न अव्ययी भावात् अतों त्वपञ्चम्याः. तत्सूत्रं किं वदति भगिनि, उषा भगिनि? अव्ययी तत्सूत्रस्य पूर्वसूत्रं वाट् इस् दट्? प्रायेण जनरली अव्ययी भावात् इति सूत्रेण लुक् भवति, सुप्रत्ययः लुक् भवति. बट् न अव्ययी भावात् अतोंत्वपञ्चम्याः इति सूत्रेण सुप्रत्ययः न लोपः भवति. अण्ड् न अव्ययी भावात् अण्ड् अदन्त अङ्गस्य अतः अं न अव्ययी भावात् अतः अं भवति. सुप्रत्ययः अं भवति. All the pratyayas am bhavati except for the panchami. And then tritiya and saptami, what is that? Tritiya saptami or bahulam, something like that. Tritiya saptami or bahulam. Bahulam. Now this is where I have written down this. I am confused as to where I have written that. And one more important thing, Mahodaya. It becomes a hrasva also. Where does it come? Hrasva what? Yeah, the pradipatikam, when it is, when we get the pradipatikam, we make, for example, tatra, kimapi, stri, iti padam, ante asti, iti chintetu. उपस्त्री अस्ति चेत् तत्तु ऐ डिड् नाट् गो टु देट् पार्ट्. एकं सिम्पल् सूत्रमस्ति अव्ययीभावसमासे ह्रस्वत्वं भवतिपूर्व नपुंसकलिङ्गं दट् इस् वै लिङ्गवचननिर्माणम् अजन्तमस्ति चेत् ह्रस्व नपुंसक प्रातिपदिकस्य तत् केवलम् अजन्तमस्ति चेत् पर्जन्यवत् भवति. दीर्घं नास्ति चेदपि तस्य प्रवृत्ति भवति. Right? So I have written down the sutra separately and today I didn't pick up that sutra. This you will share with us, no? This the text portion. See, Hrusva Napumsaka Pratipadikasi, Hrusva Desha. See, this is where I started. Okay, now. Avyayi Bhavascha, Pratipadika Samdhyam Bhavati Kritta Dhira Samasascha. देन् नपुंसकलिङ्गसंज्ञा भवति अव्ययीभावश्च. तत् चतुर्थपाङ्गः अस्ति अजन्तमङ्गानां समासान्तप्रत्ययानि अस्ति ह्रस्वादेशः. ह्रस्वो नपुंसके प्रातिपदिकस्य यदि हलन्तानमङ्गानाम् अस्ति चेत् समासान्तप्रक्रिया किम् अस्ति तत् अव्ययभावप्रसङ्गे शरदादिगणे विद्यमानेभ्यः शब्दस्य टच् प्रत्ययविद्यानं भवति. तदेकम् अव्ययीभावः शरत् प्रविद्या अस्मिन् गणे एते शब्दाः अन्तर्गता भवति शरत् विपाश् अनस् मनस् इति. तदेव प्रतिपरसमनुभ्यां क्ष्णः इति गणसूत्रस्य अन्तर्गतम् अस्ति समक्षण अक्षणियोगम् इति. दर्शत् अन्वेषणम् अक्ष्णोः पश्चात् इति तत्र उदाहरणमस्ति. पतिंश्च इति दिस् इस् अनदर् सूत्रम् अण्डर् द सेम् थिङ्ग् ओन्लि. अव्ययीभावे शरत् प्रविद्या अन्तर्गतम् अस्ति पर प्रतिपरसमनुभ्योक्ष्णः इति गणसूत्रम् अन्वक्ष्णम् इति अस्ति. पतिंश्च आल् दीस् कम्स् अण्डर् अव्ययीभावे शरत्प्रविद्धिभ्यः. तदनन्तरं भवति अव्ययीभावे पुल्लिङ्गस्त्रीलिङ्ग अनन्दपदन्दानां टच् योजनं भवति. टच् प्रत्यद्यते प्रत्ययपरे टे लोपः भवति. अनश्च नस्तद्धिदेः इति सूत्रस्य लोपवृत्ति. नपुंसकलिङ्ग अनदन्तपदन्तानाम् इस् अनदर् वन् अन् नपुंसकलिङ्गे अनदन्तपदानां तत्र अव्ययीभावे विकल्पेन नपुंसकलिङ्ग अनदन्तपदानां टच् योजनं भवति. नपुंसकात् अन्यतरस्याम् इति सूत्रेण विकल्पेन टच् विधीयते. सो आल् दि सूत्रस् यु हेट् रिमेम्बर् नस्तद्धिदे ते लोभः तद्धिदे प्रत्यये परे विकल्पावावक्षे नकारस्य लोपः भवति. न लोप प्रातिपदिकान्तस्य इति विकल्प अभावपक्षे नकारस्य लोपः. देन् इस् नदी पौर्णमास अग्रहायण्याभ्यां टच् योजनं भवति विकल्पेन टच् प्रत्ययासि. देर् आर् टु थिङ्ग्स् नदी पौर्णमासाभ्याम् इति टच् विधानं भवति. यस्येति च इति अकार इकारे वर्णस्य यकारस्य लोपे तद्धितप्रत्यये परे लोप तद्धिते प्रत्यये परे नदीपौर्णमासे अग्रहायिणी विकल्पे ह्रस्वादेशः भवति. ह्रस्व नपुंसके प्रातिपदिकस्य अगेन् हियर् आल्सो अगेन् द ह्रस्वत्वम् इस् विधीयते. देन् कम्स् झोन्दस्य पदस्य झयपदस्य इस् अगेन् टच् विधानं भवति झयः. These are the fifth upangasya sutrani. Right? It's more than four or five sutra, I thought. Right. Okay. Then we will move to the sixth one, which is the sixth one, Panchama Upangam. Subvibhakti Pratyaya Yojanam. Samasa Samtya Subvidvidhanam Bhavati. कृत्तद्दिशसमासाश्च सुवौजसंस्थाभ्यां दीर्घसूत्रेण सुप् विद्यते. तत्र विशिष्टमस्ति अदन्तमङ्गानाम् अमादेश पञ्चमीविभक्तिं विहाय तृतीया सप्तमी विकल्पेन भवति सूत्रद्वयेन. न अव्ययीभावदतं त्व पञ्चम्यादिसूत्रेण पञ्चमी विभक्तिं विभाय अदन्तानाम् आम् आदेशः भवति. अदन्त अङ्गानां, दट् इस् इम्पोर्टेण्ट्, अदन्त अङ्गानाम् आम् आदेशः भवति. विकल्पेन तृतीयसप्तमी बहुलम् इति कृत्वा तृतीयसप्तमी रूपद्वयम् अपि भवति. अम् एकम् एकोत्तर एक अम् आदेश नो चे एवं तृतीयान्तम् अपि भवितुम् अर्हति. अनदन्ताङ्गानां सुबुत्पत्तिप्रत्यय किं भवति? अव्ययद आप् सुभः इति लुक् भवति. अनदन्त नपुंसकलिङ्गादीनाम् अन्तिम नकारस्य लोपः, न लोपो प्रातिपदिकस्य इति. तत्र दुर्यवनम् इत्यस्य नत्वं प्रक्रिया, दुर्यवनम् इति एकमस्ति. प्रातिपदिकान्तनुं विभक्तिषु च इति उत्तरपदस्य यत् प्रातिपदिकं तदैवस्य नत्वं वार्तिकेन. दुःशकम् इति दुर् शक् अम् करवसानप्रक्रिया अस्ति. दुर् योगः शक् करवसानयोः विसर्जनीय कर् विसर्जनीयस्य शकम् इति दुः इति विसर्गं वैकल्पिकरूपं भवति वा शरीरसूत्रेण. न तु विसर्गस्य सकारं भूत्वा दुःशकम् अथवा दुःशकम् इति रूपद्वयं भवति. वर्णमेलनसमये भवति. दुर् योगः शक् अम् इति समासान्तप्रत्यय अभिभावम् अस्ति कृत्वा. निर्मिक्षकं मक्षिकं, तत्रापि निर्मक्षिकम् इति रूपम्. सो वाट् ऐ हव् डन् इस् ऐ हव् मेड् दिस् वट् यु कोल् द टेबल् आफ् टेबल् tabulation of examples. See, and then I am giving this, see this here, you will see that. And then when you come to nirmakshikam, nir, all those is yadashakti, all of them are available here as the samples. See, sutram kim asti? First sutram is vibhakti samiva samriddhi vartyartha bhavatye samprati. Second sutram asti yada sadrishe, yatra yatharte योग्यदार्थे यथा इति भवनं यदा वृद्धं, यदा इति दीप्सार्थे यथारूपं, योग्यार्थे अनु अनतिक्रम्य यार्थे यथा इति यथाशक्ति इति यदा सादृश्य इति सूत्रेण. तदनन्तरं यावदवतारणे इति सूत्रे अवतारणार्थे यावत् इति अव्ययं, यावत् पत्रं यावन्ति पत्राणि, यावन्ति पत्राणि सन्ति तावन्ति भोजनानि इति विवरणम्. सुप्रतीना मात्रार्थे, मात्रार्थे प्रति प्रतीना सह सुप् योजयित्वा सर्पि प्रति सर्पिषश्लेषः इति. न अक्षशलाकापङ्क्ति, ऐ वास् जस्ट् मेकिङ्ग् दिस् वन् स्टार्ट् द क्लास्. अक्षशलाकासङ्ख्या परिणा इस् अनदर् सूत्रं, बट् दिस् इस् ओन्ली फार् द वाट् यु काल् द्यूतव्यवहारे एव. सो परि परि परि इति वन् अक्षपरि, शलापरि, एकपरि एण्ड् द्विपरि. दर् हियर् ओन्ली अप् टु चतुष्पदि वरे ईस् ओन्ली वाट् वि केन्. पञ्चपरि इस् नाट् दर् अवेलेबल्. दट् इस् वन् थिङ्ग् विच् हियर् टु रिमेम्बर्. देन् कम्स् द नेक्स्ट् सूत्र, अपि परिबहरञ्जव पञ्चम्याः. सो what, how do we want to go in the revision? We'll do take up this sutras one and do the prakriya from the next class onwards. How do we want to go? Suggestions. Do prakriya. See, if we do the prakriya, then that process will remain in our mind. But only if you are reading the sutra and going, then I don't think prakriya will be there in our mind. What do you say, Usha Bhagini, Gomdi Bhagini, Shindla, Usha, Haruna Bhagini? I want suggestions from you. According to that, I'll change and modify this, this handout which I'm preparing. It's, these are these are basically they're not talking about different saptami, tatpurusha, those things, right? I mean, they're not. I am making for both. I started with Avyayi Bhava document. So where that document will give all those, first is the Udaharanam, all the examples of the, all the nine sutras examples. Then comes the Prakriya for each of those examples which is mentioned there. What is the process here? See, for example, if you look at this, where I told, no, Durmichigam, this, Duryavanam. How the Prakriya can, how is the steps which are required in this? That will be better. That will be good. So this will be a short way. Instead of reading the Karapatram, if you go through this, it will become, you know, you will be able to remember and step by step. For this, Mahodaya, we have to do the homework of reading the Karapatram and then come here. Right. Okay. See, this is what Vidya Bhagini is going to do. Today, it is Vamsi Bhagini who is going to do that, this next class. And what she has been told to do is, what is the Punaravartanam is? Avyaya Bhava. See, today, Avyaya Bhava Samasa Parichaya Sutram Uttarapadam Anadandam Chetkim. Uttarapadam Adandam Asti Chetkim. Halandam Asti Chet. Iti Vamsi Bhagini. Vamsi Bhagini is saying. Then the following week is mine. I have to do Samiparte. Samiparte, Samiparte, Samiparte, there is Sutram. Ekameva Sutram. Aviyam Vibhakti Samipa Samruddhi. Tatra Samipam. Nadi Samipam. Gangaya Samipam. Sharadaha Samipam. Charmana Samipam. But Prakriyas are different for each one of them are different. This Sharadadiganasti. This Gangaya Vidhi. Dirgamasti. So then each one of you, I think where is Gitanjali Bhagini is Katva Sheve Sami Kalaha Tenda Pambyogecha is for that. Aruna Bhagini's name, where is Aruna Bhagini's name? She has not written everything here. Mahathir, I shared a format with you that I had created long back on WhatsApp. So maybe you can take a look at that, and each sutra or each this can be put into that format. So it does have all the prakriya, but it is in short. Because if you look at our, let's say even Avyayi Bhava, we went over the prakriya many times, but the explanation was very, very long. Whereas here, now we know the prakriya, if it can be short sentences that just remind. So if you look at that page, which one? World Sanskrit, Bhavataha Nama, that one. So I had just made a table. It's easier to read, I think. So this will just have to change according to whatever the sutra changes, right? And anything that is special can be put in here. Right. But here you don't give the steps. Adihari, Adihari, Su'a. Right. This only for Adihari you are given. Yeah, this was just one example I shared with Vidya Bhagini on. Maybe this is how we should write our Samasa Prakriya. So for each sutra, we can change it, right? This one was 16 different arthas anyways. Mm. So I didn't get into all of that. Okay. Yeah, this is a good format, but here, step by step it is given. Adihari, Adihari, and the final song, Vayam Sarve Adihari Namama, usage also is given. Yeah, this is a good format. So here the sutras also come, sutras explanation is also given. And long text can still be shortened to so that you understand what is happening without being too descriptive and having a whole paragraph for it. Okay. Okay, I'll go through that. Okay, so we'll stop here and continue the next class. I'll get this format also in my mind. If we can make shorten it and then make it more crisp, basically. Crisp, yeah. I'll go through that and make it a crisp one so that for every example, one table can be created. Okay, I'll do that. Thank you, Bhagini. Dhanyavada, Sarvebhya. Dhanyavada, Mohan. Dhanyavada. Dhanyavada. Dhanyavada.